नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. यङन्तदातवः इति पाठः, तत्र गतसप्ताहे वयं सिद्धान्तद्वयं दृष्टवन्तः. तस्मात् पूर्वं दुत्वम् इति संज्ञङ्गोः इति, यदा यङ्लुकी भवति तादृशमेव अत्रापि संज्ञङ्गोः इति सूत्रेण अत्र दुत्वं भवति. अनन्तरं तत्र एकाचो द्वे प्रथमस्य इति अधिकारसूत्रमस्ति, यत्र प्रथमस्य एकाच् भागस्य द्वित्वं भवति. जागृधातुः जा जागृ इति, अजादेर्द्वितीयस्य इति अपि अधिकारसूत्रमस्ति. अजादिधातुः अस्ति चेत् तत्र द्वितीय एकाच् भागस्य द्वित्वं भवति. ऊर्नु धातुः, ऊनु इति तत्र द्वित्वं भवति इति दृष्टवन्तः. तत्र एव अस्तु, तदेव तद् भूय यत्र सनाद्यन्ता दातवः इति धातुसंज्ञा, अनन्तरं संज्ञङ्गोः इत्यनेन द्वित्वम्, एतत् सर्वं तु परिचितमेव. अनन्तरं तत्र चिन्तनम् एवम् आसीत्, तत्र अभ्यस्तम् इति द्वे संज्ञे, पूर्वोऽभ्यासः इत्यत्र यत्र द्वित्वानन्तरं यस्य विच्चारणं द्विवारं जातं तस्य प्रथमभागस्य अभ्यासः इति नाम. यदा इदानीं वयम् ऊर्नु इति इत्युक्ते तत्र नकारस्य एव द्विवारम् उच्चारणम्, अतः तस्य नाम, तस्य प्रथमभागस्य नाम अभ्यासः. अनन्तरं द्वयमपि उभे अभ्यस्तम् इत्यनेन समुदायस्य अभ्यस्त इति स्मीया. अतः ऊर्नु इत्यत्र प्रथम नु ऋनु इत्यस्य अभ्यासः इति नाम, नु ऋनु इत्यस्य अभ्यस्तम् इति नामकरणम् अस्ति उभे अभ्यस्तम् इत्यनेन. अत्रैव भूय इत्यत्र, अत्र तु यङ् लुक् न जातः, अतः यकारः अवशिष्यते. भूय इत्यत्र द्वित्वानन्तरं समुदायस्य अभ्यस्त इति संज्ञा. तत्र एव चिन्तनम् आसीत्, तत्र फट् धातुः यदा स्वीकुर्मः, यङ्लुकी तु फट् इति जातः, परन्तु अत्र तु यकारः अवशिष्यते. तत्र किं भवति इति तत्र भाष्यकारस्य चिन्तनं स्वीकृत्य वयं कथं तस्य निर्णयं कर्तव्यम् इति किञ्चित् दृष्टवन्तः. तत्र निज् इति धातुः आसीत्, औपदेशिकधातुः निज् इति आसीत्. तत्र यदा यङ् लुक् प्रसङ्गः अस्ति चेत् तत्र तद् किं भवति, तत्र निज् इज् इति तत्र एका जातः, निज् धातुः केन एका जातः इति प्रश्नः. तत्र इकारेण एकाच् इति भवति, तत्र सम्भावना चतुष्टयम् नी निज् इज् इत्यत्र तु प्रथममेव वयं तद् न स्वीकार्यं, तत्र अनिष्टरूपम् आगच्छति इति तद् त्यक्तवन्तः. अनन्तरं नी निज् इति द्वयोः प्रसङ्गे तत्र द्वयमपि ने निज् इति रूपम् आगच्छति, साधयितुं शक्नुमः. परन्तु क्लेशः कः, यदा नी इति केवलं नी इति स्वीकुर्मः चेत् तत्र मध्ये जकारः आगच्छति इति चिन्तनम् आसीत्. तत्र प्रसङ्गत्रये तत्र क्लेशः भवति. अधभ्यस्तात् इति यत् प्रथमम् आसीत्, यदा नी केवलं नी इति स्वीकुर्मः चेत् इदानीं नी इति अभ्यस्तं, नी ज इज् य इति अस्ति. अधभ्यस्तात् इति सूत्रेण तत्र किं भवति, जकारस्य स्थाने अत् आदेशः भवति. परन्तु इदानीं तु परे जकार, क्षम्यतां, नी ज व्यवधानं जकारः मध्ये अस्ति इति कृत्वा तत्र अदभ्यस्तात् इत्यनेन अत् आदेशः न भवति. समानचिन्तनं सृजभ्यस्तविधिभ्यश्च इत्यत्रापि नित् अलकारस्य अभ्यस्तसंज्ञका धातोः जी प्रत्ययस्य स्थाने जुस् आदेशः, अत्रापि व्यवधानं, तत्र मध्ये जकारः वर्तते इति कारणेन जुस् आदेशः न भवति. नाभ्यस्तात् चतुः इति तृतीयमासीत्, चतुप्रत्ययस्य अभ्यस्तसंज्ञकस्य नुमागमः निषिद्धः भवति नाभ्यस्तात् चतुः इत्यनेन. परन्तु इदानीं किं तत्र पुनः मध्ये जकारः अस्ति नीनि इति अभ्यस्तं चेत् तत्र अत् प्रत्ययः नीनि अत् प्रत्ययोः मध्ये जकारः वर्तते अत्र नुम् आगमनिषेधः न भवति इत्युक्ते नुमागमः भवति तत् क्लेशः भवति किल अतः तद् तान् स्थितिं निवारयितुं वयं निज् इत्येव स्वीकुर्मः तदेव तत्र साधु रूपं साधयितुं शक्नुमः तत्र एव सिद्धान्तद्वयम् आसीत् अधीनं व्यञ्जनं परेण संयोज्यम् इति एकं महाभाष्यवाक्यम् अनन्तरं बुद्धिं बुद्धिः इत्युक्ते तत्र प्रकृतिप्रत्ययः पट् य इति अवसरे तत्र कथं भवति इति पट् इति वयं जानीमः तत्र मनसि बुद्धिः जायते इति कारणेन तत्र वयं तस्य पट् इति प्रकृतिः तत्र प्रत्ययः योजयित्वा तत्र अर्थवान् भवतु इति तादृशमपि स्वीकर्तुं शक्नुमः इति तत्र मतद्वयं दृष्टवन्तः परन्तु अन्ते तत्र निर्णयः कः आसीत् इत्युक्ते अजीनं व्यञ्जनं परेण संयोज्यम् इति स्वीकुर्मः चेत् तत्र अनेकाच् धातूनां कृते प्रक्रिया सर्वत्र समाना भवति फलादिधातुः अदादिधातुः द्वयमपि अस्ति चेदपि तत्र अनेकाच् धातूनां तत्र प्रक्रिया समाना भवति लाघवमपि भवति तत्र कथं भवति इत्युक्ते तत्र अजीनं व्यञ्जनं परेण संयोज्यम् इदानीं पट् इति धातुः य इति अस्माकं यङ् प्रत्ययः तत्र अज् हीनं पट् य पट्य प पट्य इति रीत्या तत्र द्वित्वं भवति इति दृष्टवन्तः एतदेव वयं गतसप्ताहे दृष्टवन्तः इदानीम् अभ्यासकार्यम् इति आरभ्य पश्यामः अस्मिन् करपत्रे तु अजीनं व्यञ्जनम् इति एतस्मात् अनन्तरं रूपाणि न प्रदर्शितानि परन्तु वयं तदपि किञ्चित् तादृशरीत्या चिन्तनं कृत्वा रूपाणि साधयामः एकः अत्र ऊर्णु नु इति अस्ति खलु ऊर्णु इति दातु ऊर्णुयोग यङ् इति अस्ति इदानीम् ऊर्णु नु इति तत्र अजादे द्वितीयस्य ऊर्णु नु य इति अस्ति इदानीम् ऊर्णु नु य इति अस्ति इदानीं तत्र गुणः यङ् लुको इत्यनेन तत्र अभ्यास इदानीं ऋणु इति खलु ऊर्णो नूय इति भवति वा ऊर्णो नूय इति प्रथमस्य एव अभ्यासः इति संज्ञा किल तर्हि ऊर्णो नूय इति उकारस्य किमस्ति अत्र दुर्णोय अस्ति खलु तत्र सूचिसूत्रि तत्र न भवति किल भवति वा नास्ति अस्ति खलु न तत्रैव भवति खलु तेषामेव भवति खलु तेषां भवति चेत् द्वित्वकार्यं तु भवति एव शूर्णोति नाम इति खलु तत्र शूर्णोति नाम सूत्रिमूर्ति इत्येव अनेक अट् ऋ अश् ऊर्ण इति चतुर्भ्य अजादिधातुभ्यः यङ् प्रत्ययः भवति इति खलु तत्र अस्ति ऊकारान्तः इदानीं किल ऊर्णुनु इति आम् अजादि अस्ति अजादि धातु अस्ति अपि च तर्हि ऊर्णो नु य इति भवेत् अग्रे पश्य प्रायः प्रायः तथा एव तद् अज् अज अभ्यास इति ऋणु इत्यस्य अभ्याससंज्ञा ऋणो नु इति अभ्यस्तसंज्ञा तर्हि अभ्याससंज्ञाया तत्तु सत्यम् आम् गुणः भवति एव पश्यामः तस्य प्रायः किमपि अन्य कापि अन्या प्रक्रिया अस्ति वा इति द्रष्टव्यम् गतपाठे वयम् ऊर्णु इत्यस्य कृतवन्तः वा आमाम् ऊर्णु नु इत्येव तत्र यङ् धातु न योजितवन्तः तत्र कथं भवति कथं भवति इति एव दृष्टवन्तः तावदेव केवलं द्वित्वमेव किल परन्तु अग्रे यदा तत्र अभ्यासकार्याणि तदा पश्यामः तदा तद् न आसीत् किल गतपाठे नासीत् न रूपाणि न साधितवन्तः तत्र इदानीं कस्य अभ्यासः भवति कस्य भवति इति तत्र स्पष्टता भवति खलु तत्र तदा न किमर्थं पृच्छन्ति अस्मि इत्युक्ते तत्र कथं वयं साधितवन्तः इति चिन्तयामः चेत् अत्रापि तद् आगन्तुं शक्यते किल तदेव इति आदौ आदौ ऊ इति अस्ति अजादद्वितीय ऊर्नु इति अस्ति तस्य इदानीं तद् ननन्द्रसंयोग ऊर्नु नु इति अस्ति नु इदानीं द्वित्वं कस्य द्वित्वम् अभवत् ऊर्नु इत्यस्य द्वित्वम् अभवत् नु इति अस्ति तर्हि नु इत्यस्य ऋणु इत्यस्य एव अभ्यस्तसंज्ञा ऋणु नु इति अभ्यस्तसंज्ञा इति स्पष्टा भवति इति चिन्तयामि तत्र अन्यत्र कुत्र किमपि हलादि अस्ति चेत् यत् वयम् आदौ यद् अभ्यासं कुर्मः न तत्र तद् भू भू इति अस्ति खलु भू भूय तत्र अभ्यास भू तत्र प्रथमस्य एव भवति भो इति भवति खलु भो भूय इति भवति खलु सत्यं सत्यं तत्र भ्रमासीत् अन्तिमस्य अभ्यासज्ञा भवति वा अतः तस्य उर्नु इत्यस्य भवति वा उर्नु इत्यस्य भवति वा इति प्रश्नः आसीत् उर्नु इर्नु इत्यस्य एव भवति इति अभ्यस्तम् इर्नु इति अभ्यासः उकारस्य तत्र समावेशनं नास्ति तद् तस्य सङ्ग्रहणं न भवति सत्यं तत्तु स्पष्टमस्ति अनन्तरं किं भवति इत्येव प्रश्नः अस्ति अनन्तरं कथं भवति इदानीं पर्यन्तं तावदेव वयम् अधीतवन्तः इति नूय इति तत्र अकृतदीर्घः इति भवति इति वयं पूर्वं दृष्टवन्तः अग्रे प्रायः भवेत् कुतः पठनीयं तत्र आम् तत्र सिद्धान्तः समाप्तः किल अभ्यासकार्यम् इति अभ्यासकार्यम् आम् सत्यम् अस्तु पठामि वित्तस्य अनन्तरं कानिचन कार्याणि भवन्ति अभ्यासे तानि च अभ्यासकार्यम् इत्युच्यते यदा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं चेति इति अस्ति अत्र वयं जानीमः तत्र अभ्यासकार्यं द्वित्वस्य अनन्तरं कानि कार्याणि भवन्ति तत्र सामान्य अपि विशेष इति अभ्यासकार्याणि सन्ति सामान्य सर्वेषां धातूना सर्वेषां भवति द्वित्वस्य कृते विशेष प्रत्ययम् अनुसृत्य एव भवति इति प्रायः सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति यथा लिटि सनि यङि श्लौ चङि च अत्र यत्र यत्र द्वित्वं भवति तत्र सामान्य अभ्यासकार्यं भवति एव विशेष अभ्यासकार्यं भवति द्वित्वसम्बन्धप्रत्ययम् अधिकृत्य यथा लिटि विशेष अभ्यासकार्यं पुनः श्लौ पृथक्तया पुनः सनि यङि चङि च अत्र सामान्य अभ्यासकार्याणि प्रदर्श्यन्ते ततः अग्रे यथास्थानं यङ् विशिष्टानि अभ्यासकार्याणि प्रदर्श्यन्ते इति अस्ति अग्रे अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि हलादिशेषः वयम् अधीतवन्तः तत्र द्वित्वस्य अनन्तरं तत्र एक आदिमहल् यदस्ति तत् तस्य तशेषः भवति अन्येषां लोपः भवति षर्पूर्वकयः इदानीं षर्पूर्वः षकार षर् इति षर् युक्त कै अस्ति चेत् कै एव भवति शेषः भवति इति अस्ति ह्रस्वः दीर्घ अस्ति चेत् ह्रस्वः भवति उरत् तत्र ऋकारस्य आतादेशः भवति इति अस्ति कुहोश्चुः वयं जानीमः कुहोः चुत्वं भवति अभ्यासे चर्चः अभ्यासे चर्च इति चत्वं जत्वं उभयकार्यं भवति हलादिशेषः अस्तु दत्तमस्ति हलादिशेषः अभ्यासस्य आदिमहल् शेषः अभ्यासे अपरेषां हलः हलां लोपः अनुसरिसूत्रमस्ति अङ्गस्य अभ्यासस्य हलादिशेषः यथा फट् सनङ्ग्योः इत्यनेन यङन्तस्य धातोः प्रथमस्य एका च द्वे स्तः पट् पट् इति प्रथमः पट् इति भागः अभ्यासञ्ज्ञकः हलादिशेष इत्यनेन अभ्यासस्य आदिमहल् शेषः अभ्यास अपरेषां हलां लोपः अत्र पट् इत्यस्मिन् प एव अवशिष्यते ठकारस्य लोपः भवति आदिमहल् इति अस्ति तत्र तथैव ज्ञा इति अस्ति तत्र ज्ञा ज्ञा इति भवति, अनन्तरं तत्र आदिमः जा जकार ञकार अस्ति अतः आकारः अस्ति, तर्हि जकार आकारः जज ज्ञा जा अनन्तरं जजा इति भवति। एवमेव विचारणीयं, धन् अस्ति धन् धन् धदन् दधन् इति भवति, निज् तत्र निज् अस्ति निज् निज् निज् नि निनिच् इति भवति, विश् विविश् खाद् चकाद् इति भवति, तत्र खाद् खाद् खाद् अनन्तरं तत्र चकाद् इति भवति कोश्चु इत्यनेन, अनन्तरं चत्वं भवति, दिश् दिधिश् विज् विविज् तुर्तुर् इति अस्ति अत्रापि तुतुर् इति भवति, भस् भस् भस् अनन्तरं भ भस् भस् इति भवति। आदिमः इत्युक्तौ आदौ यः न तु प्रथमः इति अस्ति अत्र, आदौ यः तत् न तु प्रथमः इति अस्ति, अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः न तु हल् वर्णः इति कारणतः हलादिशैतनेन अभ्यासे सर्वेषां हल् वर्णान् लोपः भवति। अस्तु अस्तु, आदिमः आदिम इत्युक्ते न तु हल् वर्णः, अस्तु यथा अट् इति अस्ति, अट् अट् अट् अ अट् इति भवति, तत्र टकारस्य लोपः भवति इति अस्ति तत्र अट्। आदौ यः हल् वर्णः अस्ति तस्य लोपः इति वदति, आदौ नास्ति अत्र अ इति अस्ति तत्र अट् अट् अ अट् अस्ति खलु, आदौ तकारः एव आदौ, आदौ इत्युक्ते हल् वर्णेषु आदौ किल, परन्तु आम् अत्र अट् इति अट् इति अस्ति खलु अत्र अट् अजादे द्वितीयस्य खलु, अजादेर्द्वितीय अट् अट् इति अस्ति, आम् सत्यम् अत्र अट् अट्य अट्य अस्ति चेत् अट् य इति अस्ति चेत् अट्य इति अस्ति चेत् तदेव अज् अजीनं व्यञ्जनं किल, न तत्र यकारस्य तु द्वित्वं न भवति किल, तदेव नास्ति नास्ति अट् अट्य इति अस्ति खलु, अट्य इति यङन्त अट्य इति अस्ति तस्य द्वित्वं भवति, इदानीं तत्र अजादि अस्ति अनेका च अस्ति कृत्वा अट्य ट्य खलु, अट्य क्षम्यताम् अ ट्य अनन्तरं किमस्ति अट्यट्य अटट्य खलु तत्र भवति धातुः अटट्य अट्यट्य न तु अट्यट्य इति करणीयम् इत्येव आसीत् पूर्वम् अट् तद् बुद्धिमनुसृत्य किल, तद् इदानीम् अस्माकं विवक्षा तु अजीनम् अतः तत्र यदा किं भवति पट्य इत्यत्र ट्य किल अतः समानरीत्या अत्रापि टकार एव टकाराकारः खलु तत्र अट्य इति अटट्य इति दृश्यं भवति वा त्याट्य अभ्यासः अभ्यस्तं त्याट्य आम् अत्र हलादिशेषः ट्य इत्यस्मिन् टकार यकार अकारः इति अस्ति, तर्हि हलादिशेषस्य टकार एव अवशिष्यते, तादृशं कुर्मः चेत् आम् परन्तु इदानीं तु इदानीम् अनेका एतद् एका च अस्ति तत्र अट् एव भवति अ अट् एव अत्र नास्ति सामान्य यदि भवति चेत् आम् आदौ यद् हलः अस्ति तद् शिष्यते अन्ये सर्वे लुप्यते अतः एव यदा पापट्य इत्यत्र आदौ यद् हलः पकारः तद् शिष्यते अन्ये लुप्यते समानरीत्या आदौ आदौ अत्र तु हलः एव नास्ति, अन्ये लुप्यते इति कारणेन तदपि लुप्यते सकारः अपि. एतत् सामान्या अस्ति तर्हि. अग्रे शर्पूर्वकयः. यस्य अभ्यासस्य पूर्वः पूर्वं शर् परञ्च खै तस्य च तस्य तु खै एव शेषः भवति, अन्ये हलः च लुप्यन्ते. अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य शर्पूर्वाः कयः शेषाः. यथा स्पर्द् इति अस्ति तत्र स्पर्द् स्पर्द् इति अस्ति. इदानीं तत्र शर्पूर्वः कयः सकारः पकारः कै प्रत्यान् कै प्रत्यारसवर्ण अस्ति, अतः तत्र केवलं तत्र कै एव पस्पर्धि एव भवति. सकारस्य रेफस्य दकारस्य लोपः भवति, पस्पर्धि इति भवति. एवमेव चरः अपि लोपः, हलः अपि लुप्यन्ते एकेन सूत्रेण. आम् आम् प्रायः एवमेव. अरुणा अरुणा भगिनी कुर्यात् तत् अभ्यासः. अस्तु आम् धन्यवादः महोदय. भगिनी करोति वा स्पन्द् करोमि भगिनि. अत्र स्कन्द् धातु स्पन्द् धातु अत्र सर्पुर् सा इति सर्दात् पूर्ववर्णः, तदनन्तरं खै इति प्रकार खै अस्ति. अतः द्वित्वं समये केवलं खै वर्णः अवशिष्यते. पन्द् पस्पन्द् पस्पन्द् अन्ये हलः अपि लुप्यन्ते, पस्पन्द् एव. तदेव स्फ्रूज् स्फूर्ज् अत्रापि सकारलोपः भवति, सर्वपूर्वः खैवर्णः अस्ति चेत् पूस्फुर्ज पूस्फूर्ज स्तम्भ अत्रापि सर्वपूर्वकयः इति सूत्रेण सकारलोपः भूत्वा अन्यवर्णः अपि लोपः भवति. स्तम्भ स्तुब् स्तुब् अत्रापि तकार ए उकार अर्चि अपि अस्ति. तु सद्भु सद्भु स्खल् अत्रापि खल् स्खल् का स्खल् खल् स्पश् स्पश् अत्रापि पकार अवशिष्यते. प स्पश् सिधु अत्रापि तिषिद्धु विकारलोपः न भवति भगिनि, केवलं सकार एव. इदानीं तद् अनन्तरं तद् पश्यामः कथं भवति अन्ये कार्याणि. स्फुर् स्फुर् अत्रापि अपकार अवशिष्यते. पुर् स्फुर् इति रूप समीचीनम्. अतः अत्र भेदः कः यङ्लुक् यङ्गन्तस्य इत्युक्ते विद्वकार्यं समानं दृश्यते, परन्तु अत्र यदा वयं यकारं योजयामः तत्र एकाच् धातुः अपि अनेकाच् भवन्ति एव. स्पर्धित्यत्र तु स्पर्ध् स्पर्ध्य इति तत्र अस्माकम् अजीनः कृत्वा तत् तादृशं रूपम् आगच्छति. शर्पूर्वकयः तु हलादिशेषः इत्यस्य अपवादः, तदपि स्मर्तव्यम्. यथा अत्र हलादिशेषः एव कार्यं करोति चेत् आदिम हल् एव शिष्यते किल, तत्र सकारः एव शिष्यते. तत्र भिन्नरूपकारदकार रेपयोः लोपः भवति, परन्तु तद् बाधित्वा शर्पूर्वकयः इत्यस्य कार्यम्. समीचीनं वा? आं भगिनि. ह्रस्वः पठतु भगिनि. ह्रस्वः अभ्यासस्य अच् पूर्व अच् वर्णः ह्रस्वः स्यात्. अचश्च इति सूत्रेण, इति परिभाषासूत्रेण यत्र कुत्रापि सर्वेषु हर्ष दीर्घहृत इत्येते शब्दाः आयन्ति तत्र अच् इति शब्दसूत्रार्थे अपि जायाति. अतः ह्रस्वः इत्युक्तौ ह्रस्व अच्वर्णः तथा सर्वत्र ह्रस्वः प्रथमान्तम् एकपदमिदं सूत्रम् अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इति अनुवृत्तिः अङ्गस्य इति सदिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अचः ह्रस्वः. ह्रस्वः सूत्रं वदति अभ्यास अभ्यासस्य अच्वर्णः अस्ति चेत् तत् ह्रस्वं भवति. अत्र परिभाषासूत्रमेकमस्ति अचश्च इति, अचश्च इति अच् इति तेन ह्रस्व अत्वर्ण अकारः दीर्घकृत इति सर्वे अपि भवितुमर्हति. तदा अङ्गस्य अनुवृत्तसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य अचः ह्रस्वः. वयं जानीमः अभ्यस्य इत्युक्ते प्रथम किं भगिनि प्रथमभागस्य एव अभ्यास इति संज्ञा भवति. उदाहरणं खद् नियुगनि अत्र नि दीर्घवर्णः तत् हर्ष्व भूत्वा नि नि इति रूपं लू लू अत्रापि ओकार दीर्घः अस्ति अतः हस्व भवति लू लू. तदेव से सेव् से दीर्घवर्णः त्राणे सि ए आगच्छति सि सेव् गो गोस् गोः गु ओकारस्थाने ओकार आगच्छति गो गु गोः. डौ डौक् डु डौक् इति रूपम् अत्र ह्रस्वः भवति द्वित्वम् अनन्तरं ह्रस्वः. धन्यवादः भगिनि. उषा भगिनी उरत् पठति वा? भगिनि नमस्कारः. भगिनि उरत् प्रत्यये परे अभ्यासस्य ऋवर्णस्थाने अत् आदेशः भवति. अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उहु अत् वृष् इति धातोः अस्ति चेत् द्वित्वस्य यङ् प्रत्यय प्रथमं भवति. द्वित्वस्य कारणं वृष् वृष् इति भवति. वृष् वृष् इति कृते फलादिशेषः इत्यनेन शकारलोपः भवति. वृ वृष् इति भवति. ऋकारस्य स्थाने अत् आदेशः भवति इत्यनेन अङ्गस्य अभ्यासस्य उहु अत् उहु इत्यनेन ऋकारस्य षष्ठीविभक्ति अभ्यासस्य उहु अत् इति कृते सो वृ वर् इति भवति. वृ इति ऋकारस्य स्थाने अकारः अनन्तरम् उरण्ड्रपरः वर् वृष् इति. वर् वृष् इति कृते अलादिशेषः कार्यं पुनर् वर्तते वृष् इति भवति. कृष् कृष् कृष् कृष् कृष् कृ कृष् इति भवति. ऋकारस्य स्थाने कर् अकारः अनन्तरं रेपः आयाति. कर् कृष् इति भवति. ककृष् देन् ककृष् ककारः चकारः भवति कुहोश्चुः इत्यनेन. कवर्ण कवर्गीयवर्णः चकारः भवति. चकृष् इति भवति. चकृष्य हृष् इति धातु हृष् हृष् इति भवति. हलादिशेषः हृ हृष् उरत् इत्यनेन ऋकारस्य स्थाने अकारः हर् हृष् इति भवति. हर् इति हर् इति रेपस्य लोपानन्तरं ह हृष् इति भवति. ह इत्यस्य स्था ह हृष् अभ्यास अभ्यासे चर्च इत्यनेन अभ्यासे चर्च इत्यनेन ह इत्यस्य स्थाने प्रथमं महाप्राणझकारः आयाति. प्रथमं कुहोश्चुः खलु भगिनि, कुहोश्चुः इत्यनेन हकारस्य स्थाने झकारः आयाति, महाप्राणझकारः आयाति कुहोश्चुः इत्यनेन हकारः हवर्गीयवर्ण चकार आदेशः महाप्राणः इत्यनेन महाप्राणझकारः. अनन्तरं महाप्राणझकारः अभ्यासे चर्च इत्यनेन तृतीय वर्णः भवति. अल्पप्राणझकारः जहृष् भवति. अग्रे ऋकारान्त दातवः. पूर्वं वयं दृष्टवन्तः ऋकारः उपदा वर्ण, अत्र भृ इति ऋकारान्तधातुः अपि ऋकारान्तधातुः अस्ति चेदपि अङ्गस्य अभ्यासस्य उः अत् इत्यनेन अङ्गस्य अभ्यासस्य उः सो अङ्गस्य अङ्गस्य अभ्यासस्य सो अन्ते भृ भृ इत्यनेन भृ भृ इति द्वित्वं भवति. तत्रापि ऋकारस्य स्थाने अत् आदेशः. अनन्तरं रेपः भर् भर् भृ भ भृ अभ्यासे चर्च भृ इति भवति. हृ हृ हृ हृ इति भवति उरत् इत्यनेन हर् हृ ह हृ इति भवति हलादिशेषः. कुहोशुः इत्यनेन झ हृ. अनन्तरम् अभ्यासे चर्च इत्यनेन जहृ. कृ कृ कृ कृ अपि स्तिग् स्फुर् चक्र चक्र कृ कृ ओके कर् कृ कर् कृ अण्ड् देन् चक्र मध्ये कापि पेस्टिङ्ग् एरर् भगिनि. स्फुर् स्फुर् इति कृते अपि स्फुर् एव भवति खलु. शर्पुरकयः भवति खलु. शर्पुरकयः इत्यनेन पुष्पुर् अनन्तरं फू पुष्पुर् पुष्पुर् अभ्यासे पुष्पुर् तद् रिङ्ग् आदेशः इति एकं दृष्टवन्तः किल. अत्र तद् यङ्ग् लुकि एव भवति वा, अत्र न भवति वा? मृकारान्तस्य वयं लुकि एव तद् अत्र न भवति. न न भवति तत्र सूत्रत्रयं रीग्रिकौ लुकि लुकि एव अस्ति अत्र, न तु यङ्ग् नास्ति. त्रयमपि केवलं सूत्रत्रयम् एकस्मिन् लुकि एव भवति. नो बट् रीग् रुद् उपदस्य च इति यङ्ग् अपि भवति महोदय. उपद रीग् सूत्रमासीत् 749 रिङ्ग् ऋतः रिङ्ग् ऋतः इति एकं सूत्रमासीत् पूर्वमेव. त्रयमपि एकस्मिन् समूहे आसीत् किल. रिङ्ग् ऋतः रिङ्ग् ऋतः 7428 ऐ थिङ्क् रिङ्ग् ऋतः 7427 तत्र ऋकारान्तस्य अङ्गस्य अकृद् अकृद् यकारे असार्वधातुके यकारे चौच असार्वधातुकस्य अभ्यासस्य नास्ति, अभ्यासकार्यं नास्ति तत्. ओ ओ ओ ओ अस्तु अग्रे आगच्छतु. बट् रीग् ऋद् उपदस्य च इति यङ्ग् स्थितिः ऋदुपदस्य 90 91 92 रीग् ऋद् 90 रीगुपदस्य च ऐ थाट् इस् फार् यङ्ग् ऐ हेव् रिटन् देर् यङ्ग् कृ इत्यत्र किं वदति ऋदुपदस्य अङ्गस्य यो अभ्यासः तस्य रीक् आगमो भवति एतदेव न तु रीङ्कृतः एतदेव ऋदुपदस्य अङ्गस्य योभ्यासः तस्य रीक् आगमो भवति यङ् यङ् लुकौ परतः इत्येव अस्ति एतदेव ऋगुपदस्य च ऋग्रिकौ च लुकि लुकि तदपि आसीत् ऋतश्च किल एतदेव समूहः तत्र किमर्थम् एतद् न भवति इदानीं ऋदुपद ऋगुपद भवेत् किल इदानीं ऋदुपद अस्ति वा नास्ति मृकारान्तः वृष इति भवति यद् भवति वरि तत्र किमर्थं न अभवत् वरि अनन्तरं प्रायः भवेत् न इदानीं नास्ति खलु यङ् नास्ति खलु यङ् इत्यस्य नास्ति खलु सामान्यकार्यमस्ति खलु अत्र अतः न योजितं अत्र न दत्तमस्ति प्रायः आम् सत्यम् प्रायः वरिवर्ष इति भवेत् वरिवर्ष ओ ऋकारान्तस्य अङ्गस्य अभ्यासः तस्य रुग्रिकौ आगमौ भवतः रीक् च यङ् लुकि एव ऋतश्च इदानीं न भवति समीचीनं ऋतश्च न भवति ऋकारान्तस्य अङ्गस्य न भवति ऋदुपदस्य सम्भावना अस्ति प्रायः अग्रे भवति 7-4 रीकागमौ भवतु पश्यामः तदेव अहं चिन्तितवती किमर्थं न अभवत् आं भगिनि तत्र अनन्तरं तृ इति दीर्घ ऋकारान्त तृ इति भवति तदपि ऋकारः अथवा दीर्घ ऋकारः सवर्ण ऐस् ओके तृ इत्यस्य कृते अपि उरत् आयाति तर् इति भवति तर्तृ अनन्तरं तत्र हलादिशेषः अस्तु भगिनि दिस् अट् स्टिल् ऐ डिण्ट् फालो बट् दट्स् ओके भगिनि ऐ हेव् टु रीड् इट् अट् अट् द्वितीयसिद्धान्त इति अत्र अस्ति ओके द्वितीयसिद्धान्तः यत् अत्र प्रकृतिप्रत्ययोः तत्र अर्थः भवेत् अर्थवान् भवेत् द्वितीयः तत्र यदा वयं पट् इत्य पट् अथवा किमपि तत्र तद् प्रकृतिः इत्यस्य अर्थवन्तः अस्ति इति कृत्वा तादृशं स्वीकुर्मः प्रत्ययः प्रकृतिः इति तादृशं स्वीकुर्मः परन्तु यथा तत्र तद् प्रथमसिद्धान्तः आसीत् किल तत्र केवलं तत्र अज्हीनं व्यञ्जनं परेण संयोज्य तत्र अट् सकारः अज्हीनमस्ति परेण संयोज्यं यकारः इति अस्माकं यङ् अस्ति परन्तु प्रथमसिद्धान्ते किं भवति इत्युक्ते तत्र अट् इत्यस्य भागस्य अर्थः अर्थम् अनुसृत्य तादृश तत्र द्वित्वं देन् अट् यय इति भवति यदा पट्य इत्यत्र एव उदाहरणमस्ति प पट्य इति यदा स्वीकुर्मः तत्र प इति भागः बुद्धिः नास्ति इत्युक्ते अर्थवान् नास्ति बुद्धिः नास्ति इत्युक्ते अर्थवान् नास्ति अतः तत्र तादृशं न कर्तुं शक्नुमः परन्तु यदा अट् इति अट् योगः य इति स्वीकुर्मः तत्र अट् अट् अट्याठ्य प्रथमः अजीनं व्यञ्जनम् इत्येव किञ्चित् साधुरूपेण अथवा अवगमने सम्यक् अस्ति तद्वितीयम् अस्ति चेत् तत्र अर्थवान् कः इति द्रष्टव्यम् अस्तु किमस्ति अग्रिमं सूत्रं सुहोश्चुटु वा आं भगिनि तदपि पठतु अस्तु भगिनि कुहोश्चुः पठतु शा भगिनि अनन्तरं महोदय पठति स्थानं अस्तु कुहोश्चुः अभ्यासे कवर्गीयस्य हकारस्य अकारस्य च अभ्यासे खवर्गीयस्य अपि च हकारस्य स्थाने च वर्गीय आदेशः भवति. अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः इति भवति. अङ्गस्य अभ्यासस्य इति प्रथमभागस्य अभ्यासस्य कुहोः चुः इति वयं दृष्टवन्तः पूर्वं बहूनि उदाहरणानि. कृष् कृष् चकृष् इति भवति. कृष् इति जहृष् इति भवति. कुहोश्चुः इत्यनेन हकारस्य स्थाने जकारादेशः, ककारस्य स्थाने चकारादेशः. धन्यवादः. धन्यवादः भगिनी. महोदय अत्र स्थाने अन्तरतमः. अस्तु, स्थाने अन्तरतमः इति अस्ति. प्रसङ्गम् अवलम्ब्य तुल्यतमः आदेशो भवति. स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमन्तं, प्रथमान्तं द्विपदमिदं सूत्रम्. स्थाने यत्र अत्र प्रसङ्गे सति तत्र अन्तरतमः, तत्र साम्यम् अस्ति, तत्र अन्तरतमः अस्ति, तत्र तस्य एव आदेशः भवति इति अस्ति. कृ इति अस्ति इदानीं, कृ कृ, अनन्तरं उरत् इत्यनेन उरण्ड्रपर कर् कृ, अनन्तरं ककृ, इदानीं कुहोश्चुः इत्यनेन तत्र ककारस्य स्थानेन्तरतमः, इदानीं चकारः स्थानेन्तरतमः, तत्र किं भवति अत्र. अस्तु, तत्र एतत् अल्पप्राण अस्ति, संवारणादको युवार श्वास अगो युवार श्वास युवारश्वास घोष अल्पप्राण अस्ति. अघोषः अस्ति. संवारनादघोष अतः विवारश्वास अघोष. विवारश्वास अघोष अल्पप्राण अस्ति, अतः चकारः भवति, चक्र इति भवति. खन् खन् इति अस्ति तत्र, खन् अनन्तरं खकारस्य तत्र विवार श्वास अघोष महाप्राण अस्ति, अतः छखन् इति छकारस्य स्थाने छकार अस्ति, महाप्राण. अनन्तरं खरीच क्षम्यता अभ्यासे चर्च इत्यनेन छखन् इति भवति. तथैव गम् गम् इति अस्ति, गब् गम् गम् गगम् इति भवति. अनन्तरं तत्र विवारनादघोष अल्पप्राण अस्ति, अतः तत्र घकार झकार जकार तत्र मध्ये जकार एव अल्पप्राण अस्ति इति कृत्वा जगम् इति भवति. तथैव ग्रह इति अस्ति, अत्रापि गकारस्थाने जकारः भवति, तत्र संवारनादघोष अल्पप्राण अस्ति, झ झ इत्यनयोः मध्ये तत्र जकारः एव भवति, जकार एव इति अस्ति. घृ धृ खलु, धृ इति अस्ति, धृ धृ धर् धृ, अनन्तरं ध इति अस्ति तत्र, ककशान् घ खलु तत्र, घ क्षम्यताम्, घृ इति अस्ति, घृ घृ घृ इति महाप्राण ककारः, महाप्राण घकारः अस्ति, कवर्गीय महाप्राण चतुर्थवर्णः अस्ति. तर्हि चतुर्थ तत्र तत्र संवारनाद घोष घकार इति झकार एव भवति, महाप्राण अस्ति, घकारस्य स्थाने झकारः. अनन्तरम् अभ्यासे चर्च इत्यनेन जस्त्वं जघृ इति. तथैव हृ इति अस्ति, हर् हृ, अत्र अत्रापि हृ हकारस्य स्थाने तत्र संवारनाद गो तत्र हकारस्य संवारनाद घोष महाप्राण जह्रि इति भवेत् अनन्तरमेव खलु तत्र अभ्यस्य चर्चा तत्र भवेत्. तत्र हकार अल्प महाप्राण अस्ति, यद्यपि मृदुव्यञ्जनमस्ति, महाप्राण अस्ति. अस्तु, अत्रापि जहस् इति स्थानान्तर इति सूत्रेण तत्र जहस् अत्र दत्तमस्ति खलु, तत्र जहस् इति अस्ति, अनन्तरं जहस् इति भवति अभ्यासे चर्च इति सूत्रेण. अभ्यासे चर्च, अभ्यासे जल् स्थाने जश् चर्च आदेशो भवतः, अनुवृत्तिसहितसूत्रमस्ति. अस्तु, तत्र स्थानेन्द्रतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्यवशात् जश् स्थाने जश् अपि च खै स्थाने चर् आदेशः भवति. उच्चारणस्थान बाह्यप्रयत्न तत्र तत्र आभ्यन्तरप्रयत्न अथवा स्थानसाम्यं नास्ति, अतः तत्र बाह्यप्रयत्न एव अस्माभिः करणीयमस्ति इति कृत्वा तत्र तस्य एव भवति. अतः अनुवृत्तिसहितसूत्रमस्ति, अभ्यासे जलां जस् चर्च संहितायाम् इति अस्ति. अग्रे चत्वं, यथा चत्वम् इत्युक्ते तत्र वर्गस्य द्वितीयः अस्ति चेत् प्रथमः भवति, थुडु थु थुडु इति भवति, अनन्तरं थकारस्य स्थाने चत्वम् इदानीं प्रथमः भवति, द्वितीयः अस्ति चेत् प्रथमः भवति. फ फल् इति अस्ति, अत्र द्वितीयः अस्ति तर्हि चत्वं चर् इति अस्ति, तत्र प्रथमः वर्णः भवति, फ फल् इति भवति. छुप् छुप् छुछुप् इति भवति, चर् अस्तु अस्ति. जस्त्वं जस्त्वं तत्र वर्गस्य चतुर्थः अस्ति चेत् प्रथमः, द्वितीय तृतीयः भवति. भुभु इत्यस्य तत्र बुभु बुभु इति भवति, तत्र तृतीयः भवति. ढुडौक् इत्यस् तत्रापि ढकारस्य स्थाने अल्पप्राणढकारः, जस्त्वं क्षम्यतां तत्र आं सत्यं तृतीया जस्त्वमेव क्षम्यतां जस्त्वं. झर्ज् झर्ज् अत्रापि झकारस्य स्थाने जस्त्वम् इति अस्ति इति वयं जानीमः. ध्येयं यत् अभ्यासे वर्गस्थप्रथमसदस्यः तृतीयसदस्यः पञ्चमसदस्यः यण् प्रत्याहारस्थ चेति वर्णानां विकारः न भवति. अभ्यासे वर्गस्थ प्रथमसदस्य प्रथम एव भवति, तृतीयः अस्ति चेत् तृतीयः भवति, जस्त्वमेव अस्ति. पञ्चमस्ति चेत् अत्र पञ्चमसदस्य यण् तत्र नास्ति चेत् वर्णानां विकारः न भवति इति अस्ति. पश्यामः तत्र नास्ति वा, अस्तु आम् अस्ति, तत्र नकारस्य अपि अस्ति. चल् इति अस्ति, अत्र प्रथमः अस्ति च चल् इति अस्ति. जप् अत्र मूले एव जस् जकारः जस् वर्णः अस्ति, अतः ज जप्. टीक् इति अस्ति, अत्र चर् अस्ति आदौ, अतः टिटीक् इति. डि डि इति अस्ति अल्पप्राण डि इति अस्ति, डिडि इति भवति. तृ इति चर् आदिम चर् वर्णः, चर् प्रत्यारवर्णः, अतः तत्र इति अस्ति. दल् तत्र जस् वर्णः अस्ति, दल्. नम् इति अस्ति, अत्र वर्गपञ्चमः अस्ति, तत्र न भवति, तत्र तदेव तिष्ठति, अत्र न भवति. नम् नम् पपत् बभाद् मिमील् तत्रापि वर्णच पञ्चमः अस्ति. यम् यर् तत्र यण् प्रत्यारस्थ यम् तथैव वृद् वकारः अपि यण् वर्णस्थ यण् प्रत्यारस्थवर्णः अस्ति, अतः वा वृद् इति यङ् सामान्यम् अभ्यासकार्यं समाप्तं, विशिष्ट अभ्यासकार्यं यथास्थानम् अग्रे प्रदर्श्यते. यदा पूर्वस्मिन् पाठे आसीत् तदेव तदेव अत्र अस्ति. समीचीनं, धन्यवादः महोदय. अरुणा भगिनी. आं भगिनि, इतः आरभ्यते इति यङि सामान्यम् अभ्यासकार्यं समाप्तं, विशिष्ट अभ्यासकार्यं यदा स्थानम् अग्रे प्रदर्श्यते. इतः आरभ्ये विशिष्ट यङन्तप्रक्रिया, अलादिधातूनां यङन्तरूपं भवति, तेषां च वर्गीकरणम् एतादृशं करणीयम्. आकारान्ताः एजन्ताः च धातवः, इकारान्तः ईकारान्ताः च धातवः, उकारान्त ऊकारान्त च धातवः, ऋकारान्ताः धातवः, ऋकारान्तः धातवः, सामान्य हलन्तस्धातवः, अदुपदाः धातवः, इदुपदा धातवः, उदुपदाः धातवः, रुदुपदाः धातवः, सम्प्रसारिणी सम्प्रसारिणः धातवः, अनदित् धातवः. वयं प्रक्रियासमये धातु विभजनं सामान्यतया एव आकारान्त धातवः एकारान्त अपि आकारः भवति तत् इकारान्त इकारान्त उकार उकारान्त ऋकार ऋकारान्त सामान्य अलन्तदातवः अदुपदादातवः इदुपदादातवः उदुपदादातवः रुदुपदादातवः सम्प्रसारिण अथवा अनिदितादवः इति विभजनं भवति. तद्विषये विशिष्टव्यङ्गन्तप्रक्रिया वयं पठितवन्तः पठामः. प्रश्न उदेति यत् अभ्यासे चर्चा तु अङ्गस्य इति अधिकारे नास्ति, तर्हि अङ्गकार्यम् अस्ति किम्? अभ्यासस्य निमित्तं प्रत्ययः प्रत्ययपरे एव द्वित्वं भवति, अतः कस्यपि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यं, तथा सति अङ्गकार्यमेव अङ्गकार्यमेव. ओके, अत्र प्रश्नः अस्ति अभ्यासचेत् अष्टमाध्याये चतुर्थपादे चतुर्थसूत्रं परन्तु तत् सूत्रम् अङ्गस्य अधिकारः किम् अङ्गकार्यं करणीयम् इति प्रश्नः. उद्धरमस्ति अभ्यासस्य निमित्तं प्रत्यया आवश्यक अपेक्षितं प्रत्ययपरे एव दत्तं भवति, अतः कस्यपि अभ्यासकार्यस्य निमित्तं प्रत्यय आवश्यकं, तदेव अङ्गकार्यमेव. अधुना अभ्यासे चर्चा अष्टमाध्यायस्य चतुर्थे पदे स्थापितम्, अतः अङ्गकार्यं न स्यात् इति भासते. अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तिकार्यं जायमानं, किन्तु अभ्यासे चर्चा तु वर्णनिमित्तकं नास्ति. साधारणतया अष्टाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणमस्ति असिद्धत्वम्. असिद्धत्वम् अपेक्षते तदर्थं तत्र स्थापितम्, किन्तु अभ्यासे चर्चा असिद्धमपि न भवति कदाचित्. त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धं, किन्तु अभ्यासे चर्चा इत्यस्य सम्बन्धः एव नास्ति. अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसरः एव नास्ति. वस्तुतः तु अभ्यासे चर्चा केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति. जलां झषि इत्यस्य झष् इति अनुवर्तते प्रकृतसूत्रे, अपि च अभ्यासे चर्च इति सूत्रात् छर् इत्यस्य अनुवृत्तिः भवति खरि च इति सूत्रे. अत्र फलितार्थमस्ति यत् अभ्यासे चर्च अङ्गकार्यम् एव, यद्यपि अङ्गस्य इत्यस्य अधिकारः नास्ति. ओके, वयं जानीमः अभ्यासे चर्च इति अष्टमाध्याये चतुर्थपादे अस्ति, अङ्गकार्यं नास्ति, परन्तु केवलम् अत्र अभ्यासे चर्चा दत्तं अनुवृत्तिसहित आवश्यकमस्ति, तदेव अभ्यासे चर्चा उक्तमस्ति. ततः जलां झषि च झष् शर् खरि च इति अनुवृत्ति आवश्यकमस्ति, तदेव अभ्यासे चर्चा अङ्गकार्यं नापि अपि अङ्गस्य अधिकारः स्वीकुर्मः, तदेव भगिनि. तत्र किमर्थं तद् अष्टमाध्याये अस्ति इत्यस्य प्रश्नस्य उत्तरं तत् पाठे अपि आसीत् इति चिन्तयामि. सः अनुवृत्त्यार्थम् एव तत्र स्थापितम् अस्ति, यद्यपि तत्र कार्यं तु अङ्गकार्यमेव इति य इति यङ् इति प्रत्ययनिमित्तीकृत्य एव तत्र कार्यं भवति, तदापि तद् अस्मिन् अस्मिन् पाठे तु यङ् प्रत्ययनिमित्तीकृत्य एव कार्यं भवति, अतः तत्र अनुवृत्त्यर्थमेव. अनुवृत्तिः तत्र पूर्वस्मात् सूत्रात् अपि अत्र आगच्छति, अस्मात् सूत्रात् अपि अग्रे तत्र अनुवृत्तिः भवति इति कारणेन अत्र स्थापितमस्ति, परन्तु कार्यं तु अङ्गकार्यमेव. तदेव एतद् वयं प्रायः तद् जुहोत्यादिगणस्य पाठे एव दृष्टवन्तः. तत्र लिटभ्यासस्य तदपि अस्ति, अभ्यासस्य सवर्णे इति सूत्रत्रयमपि तत्र अभ्यासकार्याणि एव इति. अनुवृत्त्यर्थं संस्थापितं समीचीनं, धन्यवादः भगिनी. उषा भगिनी, यङ् प्रत्ययस्य स्वभावः इति आरभ्य पठतु भगिनि. यङ् प्रत्ययस्य स्वभावः. यङ् प्रत्ययः धातुभ्यः विधीयते, किञ्चित् भिन्नः च इति कृत्वा आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. वयं जानीमः किञ्चित् सर्वधातुकम्, अत्र यङ् प्रत्ययः किञ्चित् भिन्नः इत्यनेन आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः. आर्धधातुकं शेषः धातोः विहितः तिङ्क्षित् भिन्नः प्रत्ययः आर्धधातुकसंज्ञकः भवति. अनुवृत्तिसहितसूत्रं धातोः परश्च शेषः प्रत्ययः आर्धधातुकं, तिङ्क्षित् विना यत् प्रत्ययः शेषः धातोः कृते विधीयते तत् आर्धधातुक इति वदामः. यङ् प्रत्ययः न केवलम् आर्धधातुकसंज्ञकः अपि तु ञित् अपि नकारः ञित् अपि, अतः यङि परे यावत् कार्यं ञित् आर्धधातुकसंज्ञकप्रत्यये परे भवति तत् सर्वं यङ् प्रक्रियायां भवति. यङ् इति ञित् अस्ति इत्यनेन ञिति परे यावत् कार्यम् अस्ति सर्वे अत्रापि भवति इति. आकारान्तानां एजन्तानां च धातूनां यङन्तधातु धातुसिद्धिः. सामान्याः आकारान्ताः एजन्ताः च धातवः सामान्याः. द्वित्व अभ्यासकार्यानन्तरं दीर्घो अकितः. दीर्घो अकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङि परे. द्वित्व अभ्यासकार्यानन्तरं दीर्घो अकितः इत्यनेन अकित् अभ्यासस्य, सो अभ्यासस्य कृते अकित् इति अकित् न अभ्यासस्य कृते अकितः सम् आगमः नास्ति चेत् खलु भगिनि, देन् अभ्यासस्य दीर्घ आदेशः भवति यङि परे. सत्यम्, अकित् केचन अकितः इति केचन दृष्टवन्तः किल गतपाठे अपि, तादृशः अस्ति चेत् तत्र दीर्घादृशः भवति. ला इति धातुः लायोगः यङ् अकृत् सार्वधातुकयोः दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घ आदेशः भवति यकारातिप्रत्यये परे. अजन्त अङ्गस्य दीर्घ आदेशः भवति यकारातिप्रत्यये परे. लायोगः यङ् ला ला द्वित्वं भवति यङ् इत्यनेन ला ला योगः यकारः, ह्रस्व ह्रस्वः इत्यनेन लला योगः यकारः. दीर्घो अकितः इत्यनेन अकित् अभ्यासस्य कित् आग अत्र नुक् नीक् आगमाः नास्ति इत्यनेन अकितः, सो अकित् अभ्यासस्य दीर्घ आदेशः लला इति लाला इति भवति अभ्यासं. लालाय लालाय इति धातुः सिद्ध्यति. लालाय योगः ते ते कर्तरि शप् इत्यनेन धातुतः शप् प्रत्ययः भवति कर्तृर्थके सार्वधातुकप्रत्यये परे. ते इति कर्तृत सार्वधातुकप्रत्यये. सो लालाय शप् योगः ते लालाय अयोगः ते अथो गुणे इत्यनेन पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः भवति अथो गुणे. लालाय योगः ते लालायते. That seems to be a little easier. रथपाटे आसीत् चेत् तत्र यङ्ग् लुक् जातः लाला लाला. अनन्तरं तत्र तत्रापि दीर्घोकितः आसीत् एव किल तत्र लाला. अनन्तरं तत्र तु तीति परस्मैपदीरूपम् आसीत् अत्र ङकारः अस्ति इत्यनेन आत्मनेपति. सो लालातिया अत्र लालाति इति रूपं साधु वा लाला ति इति रे इति आसीत् किल अकारान्त आकारान्त एजन्ताः अस्ति चेत् भवति साधा भावाति भावेति इति आसीत् लालाति लालेति इति भवति लालेति भगिनि ली दातु लाला योगः इति आयोगः इति आद्गुणः किल आम् आं भगिनि तत्र तादृशं भवति यदा वा धातुः वा वा समानरीत्या किल लाला लालाति लालेति आद्गुणः इति सत्यं तत्र तादृशं रूपम् अत्र तु लाला लालायते इति यङ् यङ्गन्तः अतः अकृत् सार्वधातुकयोः दीर्घः अजन्त अङ्गस्य दीर्घ आदेशः भवति यकारादिप्रत्यये परे ओके अजन्त अङ्गस्य दीर्घ आदेशः भवति यकारादिप्रत्यये किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति कृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति अचश्च इत्यनेन अचः एव दीर्घत्वम् ओके येन विधिस्तदन्तस्य अलौन्तस्य इत्यनेनापि कृत् च सार्वधातुकं च कृत् सार्वधातुके न कृत् सार्वधातुके अकृत् सार्वधातुके तयोः अकृत् सार्वधातुकयोः अकृत् सार्वधातुकयोः सप्तमीयन्तम् दीर्घः प्रथमान्तं द्विपदमितं सूत्रम् अकृत् सार्वधातुकयोः सप्तमीयन्तम् दीर्घः प्रथमान्तं द्विपदम् अयङ् इ ङिति इत्यस्मात् ङि इ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः सो कृत् अपि कृत् प्रत्ययः अपि नास्ति सार्वधातुकप्रत्ययः अपि नास्ति चेत् एव सो कृत् च सार्वधातुकं च कृत् सार्वधातुक कृत् सार्वधातुके न कृत् सार्वधातुके अकृत् सार्वधातुके दिस् अकृत् सार्वधातुके कृत् अपि नास्ति सार्वधातुकमपि नास्ति सो कृत् अकृत् असार्वधातुक इति न पाणिनिना न कृतं बट् अकृत् सार्वधातुके सो लैक् द्वन्द्वसमासः लैक् दट् भगिनि तयोः अकृत् सार्वधातुकयोः अचः अङ्गस्य दीर्घः अचः अङ्गस्य अचः अङ्गस्य दीर्घः इ य प्रत्ययः परः अस्ति सो यक् इति यक् प्रत्ययः कृतपि तत् सूत्रम् आयाति अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः अचः अङ्गस्य अजन्त अङ्गस्य दीर्घः सो येन विदिष्टदन्तस्य अलौन्तस्य इत्यनेन ओके अलौन्तस्य इत्यनेन अन्तिम वर्णस्य स अचः अङ्गस्य दीर्घः यकारप्रत्ययः परः अस्ति अकृत् सार्वधातुकयोः अस्तु कापि एतद् प्रतिषेधं किं तद् वक्तुं शक्यते वा किम् आसीत् तद् प्रतिषेधद्वयम् आसीत् किल कृत् प्रत्ययः न भवेत् सार्वधातुकप्रत्ययः न भवेत् सो अकृत् अकृत्प्रत्ययः अपि च असार्वधातुकप्रत्ययः असार्वधातुकः प्रतिषेधः अन्ये सर्वे अकृत् अपि न असार्वधातुकः क्षम्यताम् अकृत् अपि न सार्वधातुकः अपि न इत्युक्ते अन्ये सर्वे परन्तु यकारः परः अस्ति चेत् अचः अङ्गस्य दीर्घः सो अजन्त अङ्गस्य दीर्घः भवति दीर्घः भगिनि अत्र पर्युदास एव हा पर्युदासः तदेव तद् नाम एव अहं विस्मृतवती पर्युदासः अनन्तरं किम् अन्यत् किं प्रसज्य प्रतिषेधः प्रसज्य प्रतिषेधः इत्येव कृतौ प्रसज्य पर्युदास तादृश तादृश भिन्नः अपि न न वडुदेशे दट् सदृशत्वं मात्र भिन्नत्वं प्रसज्य इति क्रियासम्बन्धेन अत्र संज्ञक लैक् नास्ति सार्वधातुक नास्ति इत्यनेन दिन्ना दिस् इस् नाट् प्रसज्य प्रतिशत बट् पर्युदास पर्युदास पर्युदास किल भिन्नत्वमपि भवति न सदृशत्वम् अपि भिन्नत्वं सदृशत्वम् अपि भिन्नत्वं तत् सदृशे सति तद्भिन्नत्वम् इति किमपि सदृश तद्भिन्न तत्सदृशे सति तद्भिन्नत्वं तद्भिन्नत्वम् इति अब्राह्मणमानया इति तत्सदृश तद्भिन्न इति तद्भिन्न एव तद्भिन्न एव किल अकृत् असार्वधातुक यथा अग्रे पठामि वा भगिनि आम् एतत् पठतु अनन्तरं महोदयः पठति यथा कर्मणि प्रयोगे यथा कर्मणि प्रयोगे यकि यकि परे जि योगः यक् यक् इति यकाराधिपत्य सो जि योगः यक् अकृत् असार्वधातुकयो दीर्घः इत्यनेन अजन्त अङ्गस्य दीर्घ आदेशः भवति यकाराधिप्रत्यये परे सो अजन्त अङ्ग दीर्घः ई यकारप्रत्ययः परः अस्ति कृत् नास्ति सार्वधातुकः नास्ति सो जि योगः यक् जीयते वयं दृष्टवन्तः पूर्वं परन्तु आवश्यकं भगिनि स्तूयोगः यक् अकृत् सार्वधातुकयोः इत्यनेन अजन्त अङ्गस्य दीर्घादेशः भवति यकाराधिप्रत्यये परे स्तूयते इति भवति अयं यकारादिप्रत्ययः कृत् अस्ति चेत् दीर्घः न भवति ल्यप् प्रयोगः कृयोगः ल्यप् ल्यप् इति कृत् प्रत्ययः दीर्घत्वं न भवति प्रकृत्य एव भवति प्रहृयोगः ल्यप् अपि प्रहृत्य एव भवति सः च यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत् दीर्घः न भवति विधिलिङ्गी अपि चियोगः नु योगः यात् चिनुयात् इति भवति सुयोगः नु योगः यात् विधिलिङ्गप्रत्ययः यकारादि सुयोगः नु योगः यात् सुनुयात् एव भवति दीर्घत्वं नास्ति काशिकाकारः प्रतिपादयति प्रायः महोदय पठति आं समीचीनम् एतद् तत्र तस्मिन् पाठे अपि वयं दृष्टवन्तः चिनुयात् सुनुयात् इति दीर्घत्वं तत्र न भवति महोदय भवान् अस्तु धन्यवादः हा अस्तु काशिककारः प्रतिपादयति यत् अकृत्सार्वधातुकयोः दीर्घः इत्यस्य कार्यं भवति केवलं यकारादौ कित् नित् प्रत्यये किति निति प्रत्यये परे यकारादिप्रत्ययः किन्तु कित् नित् नास्ति चेत् दीर्घादेशः न भवति तत्र दृष्टान्तः दीयते उरुया दृष्णुया उरुया दृष्णुया इति वेदे रूपाणि यानि निष्पद्यन्ते एकवचनस्य तृतीया विभक्तौ टा स्थाने य आदेशः भवति अस्तु सुपां सूलुक् पूर्वसवर्णाक्षेया डाढ्या जालः इति सूत्रेण तत्र अयं या आदेशः कित् निति नास्ति, प्रायः अयङ् इ निति इत्यस्मात् न केवलम् इ अपि तु कित् निति इत्यस्य अनुवृत्तिः अनुवृत्तिं स्वीकुर्यात्। अत्र अकृसद्विकः इति किति नितिप्रत्यये परे एव भवति इति काशिकारः प्रतिपादयति। यकारादिप्रत्ययः कित् नित् नास्ति चेत् दीर्घादेशः न भवति इति। अत्र तादृशः अस्ति, इदानीं वयं दृष्टवन्तः जि योग यक् इति कित् आसीत्, अपि च अस्माकम् अपि यत् यङ् इति नित् अस्ति, परन्तु तत्र यकारादिप्रत्ययः अकृत् प्रत्ययः अस्ति चेत् अत्र इदानीं यकारादि तत्र तृतीयाविभक्त्यां या इति आदेशः भवति वेदे अस्ति, उरुया दृष्टिया इति तृतीयाविभक्ति यकार या इति अस्ति, एतत् अकृत् असारोदातकः अस्ति, तर्हि उरुया इति भवेत् परन्तु न भवति इति अस्ति। प्रायः अयम् इ निति इत्यस्मात् न केवलम् इ अपि तु निति इत्यस्यापि अनुवृत्तिः करणीयमस्ति। अत्र अत्र सूत्रे अकृसार्धदीर्घ इत्यस्मिन् अचः अङ्गस्य दीर्घः इ अकृसार्धक इति उक्तमस्ति, अत्र अयम् इति निति इत्येव इ इत्यस्यैव अनुवृत्तिः दत्तं तत्र तत्र सूत्रस्य विवरणसमये, परन्तु काशिकार्यमतेन तत्र अयम् इ गित् नित् इति तत्र इ गिति कित् नित् इति तस्यापि ग्रहणं भवेत् इति इत्यस्य अनुवृत्तिः स्वीकुर्यात् इति अत्र अस्ति। तर्हि किं करणीयं, कित् नित्येव तत्रापि करणीयमेव, प्रायः ङिति इत्यपि स्वीकरणीयम् अथवा तत्र रूपः रूपं दोषाय भवति तत्र यदा वेदे शास्त्राणि या इति आदेशः वेदे तत्र दोष प्रायः दोषरूपं लौकिके तादृश नास्ति इति चिन्तयति, कित् नित् भिन्नः असारकृत्प्रत्ययः नास्ति इति चिन्तयामि तत्र प्रायः तत्र लौकिक लौकिकदृष्ट्या तु क्लेशः नास्ति, परन्तु वेदे तु क्लेशः भवति, अतः नीति इत्यपि स्वीकरोतु इति काशिका वदति। अग्रिमेषु ग्रन्थेषु एव एतादृशचिन्तनं भवति किल, प्रायः तत्र पाणिनेः पाणिनिः किं चिन्तितवान् इति वयं न जानीमः, काशिकाकारः तत्र सः एतादृशं स्वीकुर्मः चेदेव तत्र सर्वत्र तद् सङ्गच्छते इति तस्य मतः। तत्र इ इति एव इति कथं वा जातं, तत्र स्वरित अस्ति इति स्वरितस्वर अस्ति चेदेव तत् तादृश किमपि अस्ति वा, तत्र तादृश अस्ति वा अथवा व्याख्यानस्य बलेनैव व्याख्यानबलेनैव तत्र स्वरस्य न भवति खलु, अधिकारस्य एव स्वरितेन अधिकार इति वयं जानीमः, स्वरित अस्ति चेत् अधिकार अस्ति, परन्तु अनुवृत्तिः इति तत्र व्याख्यानं दृष्ट्वा एव व्याख्यानं दृष्ट्वा एव अथवा वयं तु सः तु किमपि न तादृशं तत् तत् उक्तवान् एव स्वरविषये, परन्तु अधिकारस्य एव अस्ति स्वरितेन अधिकार इति अस्ति खलु, तत्र कोऽपि सूत्रमस्ति किमपि सूत्रमस्ति अस्ति, अनुवृत्तीनां कृते किमपि नास्ति, कुत्र कुत्र स्थगनीयम् अपि तादृश अपि नास्ति, वयं न जानीमः तद् केवलं टीका एतत् काशिका सर्वं दृष्ट्वा एव तथा तत्रापि मतभेदाः सन्ति एव किल, एतत् मास्तु एतत् आमां दृष्टवन्तः तत् पूर्वमपि काशिककालस्य अन्यत्र दृष्टवन्तः आमाम् इदानीं मनसि न तत्र कुत्रापि दृष्टवन्तः तत्र चिन्तयामि तत्र चोषूडान्यासिके च इत्यस्मिन् सूत्रे वयं सत्यं तुक्सहितचकारः तुक्सहितचकारः अस्ति वा सामान्य अस्ति वा इति तत्र तादृशचिन्तनम् एतत् ङित् कित्तिङ् इत्यपि तत्र वयं बहुत्र दृष्टवन्तः तत्र स्वीकार्यं न स्वीकार्यम् इति किं सूत्रमासीत् तत् कित् नित् अनुनासिकविषये आमां क्विज्जलोः इति तत्र आसीत् तत्र क्विज्जलो भगिनि सिक्स् वन् तत्र क्विज्जलोः इत्येव किल तद् तत्र सिक्स् फोर् सारि महोदयः तस्य करपत्रे लिखति, अतः वयं जानीमः, वयं स्वयमेव पठनं नास्ति चेत् भ्रमः एव भवति. तत्र काशिका यदा अष्टाध्यायी डाट् काम् मध्ये काशिका पश्यामः चेदपि तत्र वाक्यद्वयं वा त्रयम् एव अस्ति, तत्र बहु सम्पूर्णं नास्ति किल, एतादृश पूर्णतया किमपि नास्ति. तत्र सः लिखति, अतः मातुः पुस्तके अपि एतादृशचर्चा नास्ति, केवलं तत् रूपाणि तावदेव, तत् सूत्राणि तत्र सूत्राणामपि तत्र तादृश चर्चा न भवति. किमर्थं तस्याः तत्र किं केवलं रूपसाधना एव तत्र तस्याः लक्ष्य मुख्यलक्ष्यम् अस्ति खलु तत्र तत्र सहजबोधपुस्तके तादृशमेव अस्ति प्रायः. सापि सिद्धान्तकौमुदी इति किमपि पुस्तकं तस्याः अपि नव्यसिद्धान्तकौमुदी अस्ति, तदपि अहं दृष्टवान् कुत्रचित् किं कोऽपि अन्यः प्रायः तत्र तस्य अनुवादं कृतवान् स्यात्, तत्र कुत्रचित् मध्ये मध्ये हिन्दीवाक्यानेव सन्ति. ओ तस्य एव तस्याः पौत्रः अभिजित् दीक्षित् वा किमपि सः एव कृतवान् प्रायः. तत्र तादृशचिन्तनं नास्ति, तत्रापि कुत्रचित् अस्ति, कारकप्रकरणे बहु किमपि अस्ति, तत्र सम्पूर्णचिन्तनमस्ति तत्र. यथा सहजबोध इत्यस्य ग्रन्थे कारकप्रकरणस्य विस्तारेण सा कृतवती तत्र, तस्य यथा कौमुदी अस्ति तादृशचिन्तनमस्ति, परन्तु अन्येषां कृते तत्र सूत्राणां कृते आवश्यकमस्ति तावदेव लिखति. आम् सूत्राणाम् अपि केवलम् उल्लेखः एव, एकस्मिन् वाक्ये अर्थः तावदेव, किमपि अन्यत् एतादृशसमस्तपदं वा अनुवृत्तिसहितं वा किमपि नास्ति. सत्यं तत् अपि च तत् सम्यक् तव न कृतवान्, तत् बहवः दोषाः अपि सन्ति तत्र हिन्दी हिन्दीवाक्येन अपि सन्ति तत्र तस्याः संस्कृतग्रन्थे रूपे रूपे अपि तत्र दोषाः सन्ति. हा रूपे अपि दोषाः सन्ति एव तत्र, तत्र एडिटिङ्ग् न कृतं, तत् अन्ये कृतवन्तः खलु. आमामाम् इदानीं सा पृच्छति कोऽपि अस्ति चेत् एडिटिङ्ग् अन्य कोऽपि इदानीं चालयति इति चिन्तयामि, अतः सः पृच्छति. तत्र रिसर्च् स्टूडेण्ट्स् अस्ति किल, अत्र दोषाः सन्ति चेत् वदेयुः वदेयुः इति. तत्र तस्यापि एकः गणः अस्ति, पुष्पादीक्षितमहोदयाः इति गणः, तत्र सः पृच्छति कुत्र दोषः अस्ति. बहवः दोषाः सन्ति तत्र, तत्र अस्तु अग्रे तत्र किमस्ति तत्र तस्याः वयमेव तत्र नान् प्रोफेशनल्स् वैयाकरणं न पठन्ति खलु तस्याः तस्याः ग्रन्थं, तत्र ते तु भट्टोजी दीक्षित एव पठन्ति एव, तत्र वयं तु न जानीमः खलु, अतः तत्र दोषः अस्ति वा इति वयं न जानीमः. दीक्षितं पुष्पादीक्षितमहोदयस्यापि पठन्ति, इत्युक्ते लघुकौमुदी सिद्धान्तकौमुदी अन्यत् सर्वं पठित्वा तस्याः विवरणमपि ते पठन्ति, परन्तु अहं तु प्रथमम् एतदेव पठितवती किल, सिद्धान्तकौमुदी क्षम्यतां पुष्पादीक्षितमहोदय एव प्रथमम् आसीत्, अतः तत्र दोषः अस्ति वा इति अहं तु न जानामि, परन्तु ते वैयाकरणाः यदा सौम्या भगिनी निलेश महोदय सर्वं ते अन्यत् सर्वं पठित्वा पुष्प तस्याः अपि पठन्ति, अतः ते तु विचार श्रुतवान् तत्र तत्र सौम्या भगिनी उक्तवती एकवारम् अहं अन्यान् व्याकरणग्रन्थान् पठितवती आसीत्, परन्तु ममापि तादृश कान्फिडेन्स् नासीत् तत्र रूपसाधनार्थं, परन्तु अहम् एकवारं तस्याः कार्यकाले गता तदा एव अहं अवगतवती तत्र सरलेन सरल उपाय अस्ति, मातुः बहु सम्यक् अस्ति. एकमासानन्तरं पठितवती सः, सा उक्तवती एकवारम्. एकमासानन्तरम् अहं पठितवती, परन्तु पूर्व कौमुदीज्ञानं तु आसीत् तस्याः, अन्ये अन्येषां ग्रन्थानां ज्ञानम् आसीत्। आमामां तत्र आर्थिक अन्यत्र तत्र अन्य अंशाः तत्र ग्रन्थेषु भवन्ति, परन्तु प्रक्रिया तादृशा नास्ति सम्यक् अन्येषु ग्रन्थेषु। सत्यं सत्यं, तस्याः बलं प्रक्रिया निरूपणमेव पुष्पादीक्षितमहोदय, अन्येषां तु अन्य अन्यविधचिन्तनं द्वयमपि आवश्यकमेव कुर्वन्ति खलु। तस्याः लघुबालिका अपि यङ्ग् लुक् अथवा लुङ् लकारस्य सम्पूर्ण एकवारम् अहमपि दृष्टवती। आं सत्यं, सिच् अपि तत्र त्रयोदशप्रत्ययानामपि साधनं बहु क्लेशः अस्ति लुङ् लकारस्य, बहु निरूपाणि सन्ति खलु, भिन्नभिन्न भवति खलु। तत्तु प्रायः अग्रिमसप्ताहे अनुवर्तयामः, दीर्घोकितः अतो गुणे तत् जानीमः एव, अनन्तरम् एजन्तदातवः इति, इदानीम् इतः परं तत्र धातूनां रूपसाधनमेव भवति, तत्र मध्ये मध्ये प्रायः एत प्रायः परिचितानि सूत्राणि एव, परन्तु पठामः एकवारं, पूर्वस्मिन् पाठस्यापि पुनःस्मरणं भवति। समापयामः अद्य। धन्यवादः भगिनी, धन्यवादः, नमस्कारः भगिनी, धन्यवादः।